तर्हि अद्यतनविषयः क्तान्तप्रयोगः, क्तप्रत्ययः. कश्चन प्रत्ययः अस्ति क्त, तत्र ककारस्य इत्संज्ञालोपश्च त इति अवशिष्यते. गीताप्रवेशस्य पुस्तके अष्टमः अध्यायः अस्ति. तत्र क्तप्रत्ययः सामान्यज्ञानं, प्रमुखशिक्षा इयं यत् क्तप्रत्ययः भूतकालार्थे अस्ति, भूतकालार्थे अस्ति. अपि च सामान्यतया कर्मणि भावे भवति, कुत्रचित् कर्तरि. यथा बालकेन कार्यं कृतं, भूतकालार्थे अस्ति, नाम तत्र कार्यं जातमस्ति इति अर्थः. कार्यं कृतमस्ति, जातं, कार्यम् अभवत्. बालकेन कार्यं जातं, तर्हि भूतकालार्थे इति तु अस्ति. अपि च कर्मणि प्रयोगः, यथा बालकेन कार्यं क्रियते इति अस्माकं त्रीणि एकमेकं वयं जानीमः. बालकः कार्यं करोति, एकं द्वे एकं, बालकेन कार्यं क्रियते इति त्रीणि एकमेकं. नाम तत्र कर्तुः तृतीयाविभक्तिकत्वमस्ति, कर्मपदस्य द्वितीयविभक्तिकत्वमस्ति. अपि च कर्मपदस्य च क्रियापदस्य च अन्वयः. कार्यं क्रियते, कार्याणि क्रियन्ते उभयत्र बालकेन इति. यथा अत्रापि बालकेन कार्यं कृतं, बालकेन कार्याणि कृतानि. तर्हि भूतकालार्थे अस्ति कर्मणि अथवा भावे. यत्र धातुः सकर्मकः तत्र कर्मणि, यत्र अकर्मकः तत्र भावे इति वदामः. इति सामान्यशिक्षा अस्ति. सदा भूतकालार्थे अस्ति, सामान्यतया कर्मणि भावे च, कुत्रचित् कर्तरि अपि सम्भवति. कुत्र? कर्त्यादिकधातुः अथवा अकर्मकधातुः. सर्वेषां धातूनां कर्मणि भावे भवति, केषाञ्चिदेव धातूनां कर्तरि अपि भवति. केषां? गत्यार्थकधातूनाम् अपि च अकर्मकधातूनां कर्तरिप्रयोगः अपि सम्भवति. यथा बालकेन कार्यं कृतम् इति तु कर्मणि अस्ति, किन्तु यदा वयं बालकः पाठशालां गच्छति इत्यस्मिन् अर्थे वर्तमानकाले अस्ति. भूतकाले तत्र सम्भावनाद्वयम् अस्ति, यतोहि गम् धातुः गत्यार्थकः अस्ति. गत्यार्थकः अस्ति इति कारणतः न केवलं कर्मणि प्रयोगे, कर्मणि यतोहि गम् धातुः सकर्मकः, न अतः न भावे न अपि तु कर्मणि. कर्मणि इति सर्वेषां धातूनां, न केवलं कर्मणि प्रयोगे अपि तु कर्तृप्रयोगे सम्भावना अस्ति. यथा बालकेन पाठशाला गता इति कर्मणि अस्ति. पुनः कर्तरि? बालकः पाठशालां गतः इति द्वितीया सम्भावना अस्ति कर्तरि, यतोहि धातुः गम् गत्यार्थकः इति. केवलं सारांशः इदानीम् उक्तः, इदानीं तस्य अभ्यासः भविष्यति. नूतनतया केनचित् आगतं वा? महोदय, अखिला अस्मि. अखिला भगिनी. स्वागतं. तर्हि तर्हि इति सामान्यशिक्षा अस्ति. सदा भूतकालार्थे सर्वेषां धातूनां कर्मणि भावे च केषाञ्चित् कर्तरी अपि भवति, केषां गत्यर्थकधातूनाम् अपि च अकर्मकधातूनाम् इति अस्य अध्यायस्य सम्पूर्णरीत्या सारांशः. इदानीम् अभ्यासः भवतु. पठेम इदानीं लक्ष्मीभगिनी, तत्र तत्र पङ्क्तयः सन्ति, तत्र गीता पङ्क्तयः तत्र पश्येम. तत्र केवलम् उदाहरणरीत्या दत्तमस्ति, आरम्भतः पठेम अत्र. एतानि गीतावाक्यानि सावधानं पठत. अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् असदित्युच्यते पार्थ, न च तत्प्रयत्य नोयिह. ततः पदं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः, तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणि इति गुह्यतमं शास्त्रम् इदमुक्तं मया नघ. इदम् उक्तं कर्तव्यानीति मे पार्थ, निश्चितं मतमुत्तमं मतम् उत्तमम्. एतेषु वाक्येषु स्थूलाक्षरैः मुद्रितानि पदानि तप्रत्ययान्तानि सन्ति. इति कश्चन आस्वादः, केवलम् आस्वादः, तत्र कः अर्थः सर्वत्र इति न वक्तव्यः. अस्तु, अग्रे अग्रे तत्र कृतान्तपदानां किञ्चित् प्रदर्शनमस्ति अत्र. अग्रे किं किं दत्तमस्ति अत्र, विद्याभगिनी अग्रे पठति वा? तान्तप्रत्ययान्तपदं धातुः योगः प्रत्ययः, हुतं हूयोगः तप्रत्ययः, नपुंसकलिङ्गं प्रथम एकवचनं, दत्तं दायोगः तप्रत्ययः, नपुंसकलिङ्गं प्रथम एकवचनं, अनन्तरं तप्तं तप्योगः तप्रत्ययः, नपुंसकलिङ्गं प्रथम एकवचनं, कृतं कृत्योगः तप्रत्ययः, नपुंसकलिङ्ग प्रथम एकवचनं, गाताः गं योगः तप्रत्ययः, पुल्लिङ्गे प्रथम बहुवचनं, प्रसृता गताः प्रसृता प्रयोगः सृयोगः तप्रत्ययः, स्त्रीलिङ्गे प्रसृता प्रथम एकवचनं, अनन्तरं तत्र उक्तं वच् योगः तप्रत्ययः, नपुंसकलिङ्गं प्रथम एकवचनं. क्षम्यतां महोदय, अत्र किञ्चित् ध्वनिः अस्ति. उक्तं निश्चितं निस्योगः चीयोगः तप्रत्ययः, निश्चितं नपुंसकलिङ्गं प्रथम एकवचनं, मतं मन् योगः तप्रत्ययः, नपुंसकलिङ्गं प्रथम एकवचनं मतम्. अस्तु, समीचीनमस्ति. तर्हि अत्र सर्वत्र कश्चन धातुः अस्ति, ततः क्तप्रत्ययः सर्वत्र अस्ति, क्तप्रत्ययः सर्व तत्र अवधानं भवतु यत् अत्र ककारः न तिष्ठति कुत्रापि, खलु, इत्संज्ञालोपश्च. तर्हि प्रत्ययः अस्ति त, तकारे अकारः इति त इति संयुज्यते. तत्र भिन्नभिन्नरीत्या कथञ्चित् यथा मतम् अन्तिमं पश्यन्तु, तत्र मतं तत्र धातुः अस्ति मन्, किन्तु नकारः न तिष्ठति. ये अस्माकं व्याकरणवर्गे सन्ति ते अवगन्तुं शक्नुवन्ति किमर्थं तथा अस्ति, सूत्रम् अस्माभिः ज्ञायते, किन्तु अत्र न अपेक्षितमस्ति. मतम् अत्र नकारस्य लोपः भवति, अतः अत्र म इति अवशिष्यते, अनन्तरं त इति संयोज्यते, यतोहि क्त इति अस्य ककारः अपगच्छति, त अवशिष्यते, मत प्रातिपदिकमस्ति, मत नपुंसकलिङ्गे अस्ति इति एकवचने इति कृत्वा मतं, तर्हि पुल्लिङ्गे मतः, स्त्रीलिङ्गे मता, पुंसकलिङ्गे मतं, सर्वत्र तथा अस्ति. आरम्भतः हूतः, हूता, हूतं, दत्तः, दत्ता, दत्तम् इति सर्वत्र तथा अस्ति. एतावता केवलम् आस्वादः अस्ति. अस्तु, अग्रे काचन कथा अस्ति. कथां पश्येम. सर्वत्र मनसि भवतु यत् अत्र कर्मणि भवति, कर्मणि भावे अथवा कर्तरि. सामान्यरीत्या कर्मणि भावे अस्ति. कुत्रचित् कर्तरि अपि भवितुमर्हति. अतः पश्येम किमस्ति अत्र. सरला भगिनी आरब्धुमिच्छति वा? आं महोदय. एतां कथां सावधानं पठतः. धनदासः नाम कश्चित् ग्रस्तः आसीत्. तस्य प्रतिवेशी आसीत् धूतमतिः. धनदासः लुब्धः, धूतमतिः कश्चन अनिपुणः च. धनदासः एक ग्रस्तः आसीत्. तस्य प्रतिवेशी, तस्य नाम अस्ति धूतमतिः. धनदासः लुब्धः. लुब्धः इत्युक्ते धातु अस्ति लुब्. तत्र लोभः अस्ति खलु, लोभः तस्मिन् अर्थे अस्ति, लोभार्थे अस्ति. धनदासः तस्मिन् लोभः अस्ति. तस्मिन् लोभः अस्ति इति कृत्वा सः लुब्धः. लुब्धः धूतमति वचना निपुणः. सः वचनस्य पालनं करोति. वचनानिपुणः वञ्चनाति ज्ञायते वा वञ्चना? वञ्चना इति यः धूर्तः अस्ति, सः सत्यं न वदति, तत्र स्वस्य लाभार्थं वञ्चनां करोति इति वदामः. वञ्चनां करोति. नाम धनहरणम् अथवा यत्किमपि अपरेषां जनकल्याणार्थं न चिन्तयति, अपि तु स्वस्य कृते यत्किमपि भवतु नाम. कदाचित् धूतमतिना चिन्तितं यत् अत्र प्रतिवेशी अस्ति. तस्य प्रतिवेशी आसीत् धूर्तमतिः. अत्र प्रतिवेशी इत्यस्य प्रातिपदिकं किं? प्रतिवेशन् नकारान्तपदम्. प्रतिवेशी प्रथमा विभक्ति अस्ति. धूतमति तस्य विशेषणम्. समीचीनमस्ति. धूर्तमतिः. अत्र धूर्तमतिः इति समस्तपदमस्ति. अग्रे गत्वा पठिष्यामः द्वयोः पदयोः संयोजनमिति कृत्वा धूतमतिः. धूतमतिः तस्य नाम, तस्य नाम अस्ति धूतमतिः. अपि च बहुव्रीहिसमासः अस्ति. एतत् सर्वम् अग्रे पठिष्यामः. बहुव्रीहिसमासः यतोहि सः न धूर्तः न मतिः. नाम यदा वयं वदामः यत् सः प्रतिवेशी गच्छति, यस् तत्र धूर्तमतिः गच्छति इति, तत्र अन्यपदप्राधान्यमस्ति. अग्रे गत्वा वयम् एतत् सर्वं पठिष्यामः. इदानीं धनदासः लुब्धः. वस्तुतः लुब्धः इति अत्र अत्र भूतकालार्थे इति तु अस्ति, किन्तु विशेषणमिति कृत्वा तस्य भूतकालार्थः तावत् प्रकटः नास्ति, तावान् प्रकटः नास्ति, किन्तु भूतकालार्थे अस्ति. धनदासः लुब्धः. अत्र धनदासः लुब्धः अस्ति, आसीत्, भविष्यति इति अपि अस्ति. धनदासः लुब्धः आसीत्, धनदासः लुब्धः अस्ति, धनदासः लुब्धः भविष्यति इति तदर्थं भ्रमः भवितुमर्हति. किन्तु तादृशी स्थितिः जाता इति मनसि निधाय अवगन्तव्यमस्ति. यदि वयं वदामः धनदासः लुब्धः अस्ति, आसीत् वा भविष्यति, तत्र धनदास लुब्धः भवति धनदासपदस्य विशेषणम्. हा, विशेषणविशेषभावः अस्ति, विशेषणविशेषभावः अस्ति इति कारणतः भूतकालतः तावान् तत्र प्रकटः नास्ति, किन्तु तादृशमस्ति. महोदय, लोभः इति लोभः पदे बकारः महाप्राणः अर्थ इदानीं लुब्धः बकारः मृदुव्यञ्जनम् अस्ति किल, कथम्? हा, नाम अत्र व्याकरणवर्गे एतत् सर्वं कुर्मः. वस्तुः वस्तुतः धातुः अस्ति लुभ, महाप्राणः भकार भ, तत्र दिवादिगणे अस्ति लुभ्यति, लुभ्यति इति लुभ लुभ लुभ इति धातुः अस्ति. अनन्तरं किं भवति, लुभ लुभ एकवारं वदामि एकं केवलम्. अत्र लुभयोगः क्त, अनन्तरं किं भवति, एकं सूत्रमस्ति जशस्ततो धोदः, ये अस्माकं व्याकरणवर्गे सन्ति ते अवगच्छन्ति. तत्र लुभयोगः त इति अस्मिन् तत्र त इत्यस्य ध आदेशः अस्ति, तर्हि लुभयोगः ध. अस्यां दशायां जलां जलां जषसि इति अस्ति, जलां जषसि इति सूत्रेण तत्र जष्टुम् आदेशः ध ध इति अस्य प्रभावेन तत्र भकारस्य स्थाने बकार आदेशः अस्ति इति कृत्वा अलुब्ध इति अस्ति. इति विषयः अत्र नास्ति, किन्तु तथा अस्ति. धन्यवादः. तर्हि लुब्धः इति अस्ति. अग्रे पठेम. राजीभगिनी भवती एव पठतु कृपया. कदाचित् धूर्तमतिना चिन्तितं यत् धनदासः मूर्खः, अतः केनापि उपायेन एतत् वञ्चयामि इति. धूर्तमतिः चिन्तितवान् धनदासः मूर्खः एव, अतः केनापि उपायेन अहं तं वञ्चनं करोमि. इत्युक्ते तस्य धनम् अहं गृह्णामि इति अर्थः. हा, अत्र अत्र चिन्तितम् इति कर्मणि भावे अथवा कर्त्री वा? चिन्तितं कर्त्री एव, कर्मणि न धूर्तमतिना चिन्तितं कर्मणि. धूर्तमतिना तृतीयाविभक्तिः, अतः कर्मणि प्रयोगः इति अहं चिन्तयामि. हा, कर्मणि अस्ति अत्र. अत्र अस्माकं कर्मणि प्रयोगः अपि च भूतकालः द्वयमपि प्रकटमस्ति. धूर्तमतिना चिन्तितम् इत्युक्ते धूर्तमतिः चिन्तितवान् इति अर्थः. कर्मणि प्रयोगे अस्ति त्रीणि एकमेकं कर्तृपदमस्ति, तृतीयविभक्तौ अस्ति. उपरि किमासीत्, धनदासः लुब्धः इति तादृशं तावत् प्रकृतं नास्ति, किन्तु उदाहरणार्थं वदामि यत् बालकेन कार्यं कृतं तत्र भूतकालार्थः प्रकटः अस्ति, अपि च कर्मणि प्रयोगः अपि प्रकटः अस्ति, किन्तु अहं यदा वदामि यत् कृतं कार्यं सम्यक्तया जातं तत्र कृतं कार्यं तत्र कर्मणि इति न दृश्यते तत्र, किन्तु अस्ति कर्मणि. कृतं कार्यं सम्यक्तया जातम् इति अस्मिन् वाक्ये तत्र कृतं कार्यं यद्यपि बालकेन इति न उक्तं, तत्र यत् अस्माकम् अवधानम् अन्यत्र अस्ति, किन्तु कृतं कार्यं तत्र केवलं विशेषणत्वेन प्रयुक्तमस्ति. सर्वत्र वस्तुतः विशेषणमेव अस्ति, किन्तु कुत्रचित् इतोपि विशेषणस्य प्राधान्यमस्ति. कुत्रचित् एवं दृश्येत यत् क्रियापदमस्ति, किन्तु क्रियापदं कुत्रचिदपि नास्ति. नाम धूर्तमतिना चिन्तितं, धूर्तमतिना चिन्तितम् इत्यस्मिन् उपवाक्ये तत्र क्रियापदं किम्? धूर्तमतिना चिन्तितं क्रियापदं, चिन्तितं क्रियापदं, चिन्तयति इति क्रियापदं, चिन्तितम् चिन्तितम् अत्र क्रियापदं नास्ति. कुत्रापि न तान्तरूपं कदापि क्रियापदं न भवति, किन्तु एवं तादृशप्रयोगः कुत्रचित् भवति. तथापि वस्तुतः धूर्तमतिना चिन्तितम् आसीत् अस् धातुः इत्यस्य अध्यारोपः करणीयः अस्ति सर्वत्र, अस्माभिः अवगन्तव्यमस्ति. कार्यं कृतम् आसीत्, धूर्तमतिना चिन्तितम् आसीत् इति तादृशप्रयोगः अस्ति. कदाचित् धूर्तमतिना चिन्तितम् आसीत् यत् आसीत् इति न उक्तमस्ति. चिन्तितम् इति वस्तुतः चिन्तितं तत्र कृदन्तरूपमस्ति, क्रियापदं नास्ति. अस्तु, समीचीनम्. अग्रे गच्छेम. इदानीं किमस्ति? अस्तु भगिनि, पठतु कृपया. अहं पाठयामि वा? हा, एकम् इतोपि एकं वाक्यं पठतु कृपया. एकदा तेन धनदासस्य गृहं गतम् उक्तं च, भोः धनदास, अद्य प्रातः मम गृहं बहवः अतिथयः आगताः. एकसमये धनदासः एकसमयं धूर्तमतिः धनदासस्य गृहं गत्वा उक्तवान्, भो धनदास, अद्य मम गृहे बहवः अतिथयः आगतवन्तः इति. अत्र राजेन्द्रन् वदतु यत् गतम् अपि अस्ति, अत्र आगताः अस्ति. अत्र कर्त्री अथवा कर्मणि प्रयोगः अस्ति. गतं तु कर्मणि प्रयोगः अस्ति. हा हा, वाक्यं किम्? धनदासस्य महोदय, केवलं तत्र सारः किं मूलवाक्यं किम्? एकदा धनदासः क्षम्यतां, धनदासः धूर्तमतिः धनदासस्य गृहं गतवान्, अपि च तम् उक्तं, तथा उक्तवान् भो धनदास. अत्र केवलम् अत्र प्रथमे उदाहरणे भवता उक्तं यत् कर्मणि प्रयोगे अस्ति, तत्र मूलवाक्यं किं? तेन तेन उक्तम्, अपि च अथवा धूर्तमतिना दन्दासम् उक्तम्. अत्र तेन मूर्ति तत्र तेन गतं तावत् वदामः तेन गृहं गतम्. अत्र गतमिति कर्मणि प्रयोगे अस्ति, उक्तमपि कर्मणि प्रयोगे अस्ति, त्रीणि एकमेकमस्ति. तत्र तेन गृहं गतम्, अत्र गृहम् इत्यस्य विशेषणं गतं गतम् इति कृत्वा कर्मणि प्रयोगे अस्ति. अस्तु अग्रे अत्र उक्तम् इत्यस्य कर्मपदं नास्ति, अत्र तेन उक्तम् इति एव वाक्यं, तर्हि कर्मपदं नास्ति चेत् तत्र नपुंसकलिङ्गे उक्तम् इति कथं भवति? तेन तेन धनदासम् उक्तम् न, किम् उक्तमिति अत्र धनदासमिति न, यत् यद् उक्तमस्ति तत्र वाक्यम् उक्तं, वाक्यं वाक्यम् अथवा कथनं, यद् उक्तं तत् कर्मपदमस्ति, उक्तम् एव कर्मपदमस्ति वस्तुतः. उक्तमेव कर्मपदमस्ति. हा विश हा कर्मपदस्य विशेषणं अहं वाक्यम् उक्तवान्, अहं वाक्यम् उक्तवान्. अत्र वाक्यमिति कर्मपदमस्ति खलु, कर्तरिप्रयोगे एकं द्वे एकं द्वे एकम्. अहं वाक्यम् उक्तवान्, मया वाक्यम् उक्तम्. तत्र वाक्यम् इति कर्मपदम् अस्ति, तस्य विशेषणमस्ति उक्तम्. कीदृशं वाक्यम्? उक्तं वाक्यम्. अत्र उक्तम् इति कर्मपदमस्ति. अत्र गृहमपि नाम अत्र वाक्यद्वयमस्ति वस्तुतः, तेन गृहं गतं, वाक्यम् उक्तं च. किम् उक्तम् अत्र? भोः धनदास्यति अग्रे एतत् सर्वं यदुक्तं तत् कर्मफलं कर्मफलरीत्या स्वीकर्तव्यमस्ति. एकदा तेन गृहं गतं, वाक्यम् उक्तं. किं वाक्यम् अग्रे अस्ति तत्र राजेन्द्रमहोदय अग्रे? किमिति अत्र गतम् उक्तम् अभिहिते प्रथमा भवति कर्तृपदं गतम् उक्तम् अस्तु प्रथम न हा प्रथमा हा सत्यं प्रथमविभक्तु सत्यं त्रीणि एकमेकमस्ति. अग्रे भो धन्दास अद्य प्रातः मम गृहं बहवः अतिथयः आगताः. अत्र अद्य मम गृहे बहवः अतिथयः आगताः आगतवन्तः आगतवन्तः बहवः अतिथयः. धूर्तमूर्तिः उक्तवान् भो धन्दास् अद्य प्रातः मम गृहे बहवः अतिथिः आगतवन्तः. अत्र कर्तरिकर्मणि वा? अत्र चिन्तयामि अत्रापि कर्मणि अस्ति आगताः. अत्र तु पुल्लिङ्गरूपम् अस्ति. अत्र चिन्तयामि अत्रापि कर्मणि प्रयोगः अस्ति आगताः. अत्र हा अत्र हा अखिलभगिनी वदतु. अत्र तु कर्तरिप्रयोगः एव महोदय. अतिथयः आगताः इत्युक्ते अतिथयः आगतवन्तः इति हा समीचीनमस्ति. अत्र अतीतयः इति कर्तृपदमस्ति, न तु कर्मपदमस्ति वाक्यस्य. च तस्य च विशेषणमस्ति आगताः, अतीतयः आगताः इति कर्तरिप्रयोगे. यतोहि गम् धातुः गत्यार्थकः, अतः कर्मणि अपि भवति कर्तरि अपि भवति. तेन गृहं गतम् इति प्रथमे वाक्ये त्रीणि एकमेकमस्ति कर्मणि प्रयोगः. अत्र अतीतयः गृहम् आगताः इति कृत्वा, यथा अतीतयः गृहम् आगतवन्तः, आगतवन्तः आगताः इति अत्र समानमस्ति. अतीतयः आगताः. अखिलभगिनी, यदि कर्मणि प्रयोगे यदि स्यात् तर्हि किं भवेत्? अतिथैः गृहम् आगतम् इति भवति. अतिथिभिः क्षम्यताम्, अतिथिभिः गृहम् आगतम् इति. हा समीचीनमस्ति, अतिथिभिः गृहम् आगतम् इति अभविष्यत् कर्मणि प्रयोगे. अस्तु, एतत् अस्य सर्वस्य अभ्यासः अग्रे भविष्यति. किं कुर्मः? अग्रे तत्र सर्वेषाम् अत्र क्षमता मध्ये आगताः आगतवन्तः उभयोः अपि कर्तृप्रयोगः. आगताः प्रत्ययः, आगतवन्तः तिङ् प्रत्ययः किल? आगतवन्तः क्तवतु तवतु, क्षमता इति अस्ति. अस्तु, भवान् एव अग्रे पठतु कृपया महोदय. तेभ्यः पाकं कर्तुं पर्याप्तानि भाण्डानि मम गृहे न सन्ति, भवान् कानिचन भाण्डानि ददाति चेत् उपयोगात् परं तानि झटिति प्रतिदास्यामि इति. धनदासेन तु अनिच्छया चत्वारि भाण्डानि दत्तानि, तानि स्वीकृत्य धूर्तमती गृहं गतः. अत्र किमस्ति? धूर्तमतिः पृष्टवान् कानि जनाः गृहमागतः अद्य, तस्मात् किञ्चित् भाण्डानि मम गृहे नास्ति इति कारणात् किञ्चित् भाण्डानि ददातु इति पृष्टवान्. हा पृष्टवान्, अनन्तरं दूर्तमिति दण्डासः दत्तवान् एव. हा अनिच्छया, क्षमता मध्ये अनिच्छया इत्युक्ते अनिच्छया दत्तवान्, तानि स्वीकृत्य दूर्तमतिः गृहं गतः. अत्र दत्तानि, अत्र दत्तानि इति कर्मणि कर्तरि वा गतः कर्मणि कर्तरि वा? चत्वारि भाण्डानि दत्तानि, चत्वारि भाण्डानि दत्तानि कर्तरि प्रयोगमेव. भाण्डानि न न न भाण्डानि कर्मबद्धम्. अनिच्छया धनदासेन दत्तानि एवं कर्मणि प्रयोगम्. हा समीचीनमस्ति, धनदासेन भाण्डानि दत्तानि इति अस्ति. अस्तु समीचीनमस्ति, अत्र कर्मप्रयोगे अग्रे. तदनन्तरं तानि स्वीकृत्य धूर्तमतिः गृहं गतः. धूर्तमतः कर्तरि पदं, सो धूर्तमतिः गतः अत्र कर्तरिप्रयोगम्. हा गतवान् इति अस्मिन् अर्थे गतः खलु? हा दूर्तमतिः गृहं गतः इति कर्तरिप्रयोगे अस्ति. अस्तु सम्यक् अस्ति. सुब्रह्मण्यमहोदयाग्रे. आं महोदय, परेश्वरि एव तेन न केवलं धनदासस्य भाण्डानि अपि तु कानिचन नूतनानि भाण्डानि अपि प्रत्यर्पितानि. अग्रे अपि पठामि वा महोदय? भागं सम्पूर्णरीत्या पठतु एकवारम् अनन्तरं धनदासेन स्वस्य भाण्डानि स्वीकृतानि, परन्तु अन्यानि नूतनानि भाण्डानि दृष्ट्वा एतानि मदीयानि न इति उक्तम्। तदा धूर्तमतिना उच्चैः विहस्य घोषितम्, अये धनदास, भवता दत्तानि भाण्डानि ह्यः रात्रौ मम गृहे प्रसूतानि, अतः एतानि सर्वाणि भाण्डानि भवदीयानि एव इति। लोभाविष्टः धनदासः नूतनानि भाण्डानि प्राप्य प्रमुदितः। इदानीमत्र परज्यवि, परेज्यवि इत्युक्ते एकदिनम् अनन्तरम् इति अर्थः। धनदासस्य भाण्डानि अत्र धूर्तमतिः धनदासस्य भाण्डानि अपि च कानिचन नूतनानि भाण्डानि अपि प्रति अर्पितानि इति। अत्र अत्र तेन प्रति अर्पितानि इति अस्ति, अतः अत्र कर्मणि प्रयोगे अस्ति। अत्र तेन भाण्डानि अर्पितानि, प्रति अर्पितानि, प्रत्यर्पितानि इति, अतः बहुवचने तेन प्रत्यर्पितानि। अनन्तरम् अत्र धनदासेन स्वस्य भाण्डानि स्वीकृतानि, अत्रापि क्रूधातुः स्वीकृतानि इति अत्र तान्तरूपं भाण्डानि स्वीकृतानि, पुनः अत्र कर्मणि प्रयोगे एव धनदासेन स्वीकृतानि इति। परन्तु अन्यानि नूतनानि भाण्डानि दृष्ट्वा एतानि मदीयानि न इति उक्तम्। इदानीं धन अत्र एतानि मदीयानि न इति तु अत्र भाण्डानि मदीयानि न इति उक्तं, धनदासेन उक्तं तद्वाक्यम्, एतानि मदीयानि न इति वाक्यम् उक्तम्। अत्रापि पुनः कर्मणि प्रयोगः एव, उक्तमिति यद्वाक्यमस्ति तस्य उक्तं वाक्यमिति इति अर्थे अत्र। तदा धूर्तमतिना उच्चैः विहस्य घोषितम्, घोषितं पुनः अत्र घोषितं वाक्यमिति अत्र अस्ति, धूर्तमतिना इति तृतीयविभक्तौ, अतः अत्रापि कर्मणि प्रयोगे, अये धनदास, भवता दत्तानि भाण्डानि यः रात्रौ मम गृहे प्रसूतानि। अत्र भवता दत्तानि भाण्डानि प्रसूतानि, पुनः अत्र प्रसूतानि अत्र अत्र सु इति धातुः अस्ति इति चिन्तयामि महोदय, इदानीं सम्यक्तया न स्मरामि, प्रसूत इत्युक्ते तेषां जननम् इति तदर्थे अत्र नूतनानि भाण्डानि सन्ति इति। भवता दत्तानि भाण्डानि प्रसूतानि, अतः अत्रापि कर्मणि प्रयोगे एव, अतः एतानि सर्वाणि भाण्डानि भवदीयानि एव, अत्र पुनः भवदीयानि भाण्डानि, अत्र वाक्यम् यद्वाक्यम् उक्तमस्ति तत्र घोषितम् इत्यस्य कर्मपदमस्ति यत् लोभाविष्टः धनदासः नूतनानि भाण्डानि प्राप्य प्रमुदितः। अत्र धनदासः लोभाविष्टः धनदासः प्रमुदितः, अत्र मुद् इति धातुः अस्ति, प्राय मुद् योगः क मुदितः, अत्र इडागमस्य प्रसक्तिः, अतः मुदितः प्रमुदितः। अत्र लोभाविष्टः धनदासः प्रमुदितः, अत्र इदानीं धनदासः प्रमुदितः. अत्र मुद् धातुः अकर्मकधातुः अस्ति भूत्वा प्रायः अत्र कर्तरि प्रयोगे अस्ति वा महोदय? धनदासः प्रमुदितः. अपि च अत्र लोभाविष्टः इति अत्र लोभः लोभेन आविष्टः. अत्र वयं गतवर्गे अपि दृष्टवन्तः तादृश अत्र द्वितीया विभक्ति अत्व्र बहुव्रीहिसमासः अत्र लोभेन आविष्टः कः इत्युक्ते धनदासः. अत्र लोभाविष्टः इति धनदासस्य विशेषणमस्ति. बहु समीचीनमस्ति. मुदिति धातुः अकर्मकः, धनदासः प्रमोदितः इति धनदासः एव. अत्र कर्तरिप्रयोगे अस्ति. अपि च पूर्वमपि धनदासः लुब्धः इत्यस्मिन् लुब्धधातुः अकर्मकः अस्ति चेत् तदपि कर्तरि अर्थे कर्तरिप्रयोगे अस्ति इति इदानीमेव दृष्टवान् महोदय. अत्र अत्र लुप् सकर्मक इति दत्तमस्ति महोदय. सकर्मकः मम शङ्का आसीत् यतो हि तादृश अर्थः अपि भवितुमर्हति स्म प्रायः. अत्र अकर्मक प्रयोगः प्रायः महोदय, यद्यपि सकर्मकः अस्ति. तत्तु द्रष्टव्यमस्ति. धनदासः लुब्धः, धनदासः लुब्धः. अस्तु, अग्रे गच्छेम तर्हि. आम् महोदय. कानिचन दिनानि व्यतीतानि, कदाचित् धूर्तमतिः धनदासस्य गृहम् आगतः. तेन पुनः कानिचन भाण्डानि प्रार्थितानि. एतस्मिन् अवसरे लुब्धेन धनदासेन महता उत्साहेन बहूनि भाण्डानि दत्तानि. अत्र प्रथमं वाक्यमस्ति कानिचन दिनानि व्यतीतानि. अत्र दिनानि व्यतीतानि अहं चिन्तयामि कर्तरि प्रयोगः अस्ति. किञ्चित् दिनानन्तरं सः आगच्छति. कदाचित् धूर्तमतिः धनदासस्य गृहम् आगतः. अनन्तरं धूर्तमतिः धनदास गृहे आगच्छति. दिनानि व्यतीतानि इति तत्र अकर्मकः इति कृत्वा कर्त्री अर्थे कदाचित् दूतमतिः धनदासस्य गृहम् आगतः. पुनः तत्र तत्रापि गृहम् आगतः, दूतमतिः गृहम् आगतः इति अस्ति, अतः कर्तरि प्रयोगः अस्ति. बहु सम्यक् अस्ति. अग्रे तेन पुनः कानिचन भाण्डानि प्रार्थितानि इत्युक्ते पुनः धूर्तमतिः धनदासं पृच्छति कानिचन भाण्डानि दत्तं वा इति पृच्छति. अत्र तेन तृतीयविभक्ति तेन प्रार्थितानि भाण्डानि प्रार्थितानि अस्ति, अतः कर्मणि प्रयोगः अस्ति. वाक्यस्य अर्थः पुनः पुनः किञ्चित् भाण्डानि इच्छामि इति सः प्रार्थयामि. अनन्तरम् एतस्मिन् अवसरे लुब्धेन धनदासेन महता उत्साहेन बहूनि भाण्डानि दत्तानि. अत्रापि कर्मणि प्रयोगः अस्ति. लुब्धेन धनदासेन इत्युक्ते धनदासः अति लुब्धः भवति, अतः बहु उत्साहेन सः बहूनि भाण्डानि धूर्तमतीं दत्तानि. सः चिन्तयति सः अपि उत्साहेन अन्यानि अपि भाण्डानि दत्तानि सन्ति. अत्र बहु सम्यक् अस्ति. अत्र धूर्त यदि धूर्तमतिः इति अस्मिन् वाक्ये प्रवेशयितुम् इच्छति तर्हि का विभक्तिः भवेत्? धूर्तमतिः लुब्धेन धनदासेन धूर्तमति प्रथमा विभक्ति यत्र दाधातुः अस्ति यत्र दानं भवति एकं सामान्यवाक्यं वदतु बालकः तत्र मित्रं बालकः मित्रं पुस्तकं ददाति इदानीं विभक्तिरूपेण वदतु तत्र किमस्ति बालकः मित्रं पुस्तकं ददाति अहं वाक्यं न उक्तवान् ते केवलं पदानि अहम् उक्तवान् बालकः मित्रं पुस्तकं दत्तवान् इदानीं वाक्यविरचना भवतु बालकः प्रथमविभक्ति मित्रं द्वितीयविभक्ति पुस्तकं द्वितीयविभक्ति ददाति हा किन्तु अत्र वैशिष्ट्यमस्ति प्रादेशिकभाषासु सामान्यरीत्या तादृशं चिन्तयामः किन्तु संस्कृते तत्र इतोपि तत्र सम्यक् रीत्या विरचितमस्ति इति कृत्वा वस्तुतः द्वितीयविभक्तौ नास्ति यत्र दानं भवति तत्र का विभक्तिः भवति चतुर्थीविभक्तिः भवति ओ अहं न जानामि महोदय धन्यवादः चतुर्थीविभक्ति धूर्तमस्ति तर्हि वाक्यं वदतु इदानीं बालकः मित्रं पुस्तकं ददाति न मित्रमिति अस्य चतुर्थी मित्राय मित्राय इति अस्ति मित्राय मित्राय वाक्यं किमस्ति बालकः मित्राय पुस्तकं ददाति बालकः मित्राय पुस्तकं ददाति दत्तवान् अस्तु अत्र किं स्यात् तर्हि लुब्धेन धनदासेन धूर्तमति इकारान्तशब्दः धूर्तमतये धूर्तमतये भाण्डानि दत्तानि यत्र चतुर्थी अस्माकम् अवधानं भवेत् यत् कर्तरिप्रयोगे कर्मणि प्रयोगे केवलं कर्तृपदस्य कर्मपदस्य च विभक्तिपरिवर्तनं भवति एकं पदम् अस्ति सप्तमीविभक्तौ चतुर्थीविभक्तौ पञ्चमीविभक्तौ तत्र परिवर्तनं न भवति कर्तरिकर्मणि इति परिवर्तनेन इति मनसि भवेत् हा नाम बालकः मित्राय पुस्तकं ददाति गृहे गृहे पाठशालात् आगत्य इति एतत् सर्वं गृहे मित्राय पाठशालात् आगत्य इति एतत् सर्वं न परिवर्तते केवलं बालकः पुस्तकं ददाति बालकेन पुस्तकं दीयते अन्यत् सर्वं यथावत् तिष्ठति अस्तु सम्यक् अस्ति अग्रे गच्छेम इदानीं सुमित्रा भगिनी पठितुमिच्छति वा महोदय धनदासेन दत्तानि भाण्डानि दुर्मतिना नीतानि परन्तु मासे अतीते अपि तानि न प्रत्यर्पितानि तदा धनदासेन दुर्मतेः गृहं गत्वा पृष्टं भो दुर्मते मासः अतीतः अद्यपि भवता मम भाण्डानि न प्रतिदत्तानि कुत्र सन्ति मम भाण्डानि इति अर्थः कः धनदासः भाण्डानि दत्तानि पूर्वं दुर्मतिना नीतवान् भाण्डानि परन्तु तानि भाण्डानि दुर्मतिः न प्रत्यर्पितानि अतः धनदासः पृष्टवान् मासः जातः किमर्थं न प्रतिदत्तानि मम भाण्डानि हा हा सम्यक् अस्ति इति अर्थः अस्ति. इदानीं कृतान्तप्रयोगस्य कुत्र कर्तरि कुत्र कर्मणि इति कुत्र अस्ति? प्रथमवाक्यमस्ति धनदासेन दत्तानि पाण्डानि, अतः भूतः धूतमतिना नीतानि, कर्मणि अस्ति. किं प्रत्यर्पितानि किं कर्तरि इति वा? अत्र यदि अत्र कर्तृपदं न उक्तमस्ति, कर्तृपदं किम् अस्मिन् वाक्ये? कर्तृपदं तत्र न अस्ति. तत् वदतु, नाम न उक्तमस्ति किन्तु कर्तृपदम् अस्ति. अस्तु, इत्युक्ते कर्मणि खलु. अवगच्छति. अपि च अत्र मासे अतीते अपि, अत्र अतीतः इति तत्र तदपि कृतान्तप्रयोगः अस्ति. मासः अतीतः अत्र अकर्मकत्वात् कर्त्री अर्थे अस्ति, कर्तृप्रयोगे अस्ति. अग्रे. तदा धनदासेन धूर्मतेः गृहं गत्वा पृष्टं, धनदासेन पृष्टम् अत्र, अतः कर्मणि एव. धूर्मते मासः अतीतः. खलु अकर्मकः अकर्मकदातु अस्ति इति. अद्यपि भवता मम भाण्डानि न प्रतिदत्तानि. भवता न प्रतिदत्तानि कर्मणि खलु? भवता न प्रतिदत्तानि कर्मणि सत्यम्. कुत्र सन्ति मम भाण्डे? अस्ति, बहु सम्यक् अस्ति. अग्रे अग्रे पद्माभगिनी पठतु कृपया. आं महोदय. धूर्तमतिना म्लानमुखेन कथितं, किं वदानि मित्र? भवता दत्तानि भाण्डानि मृतानि इति. धनदासेन क्रोधेन गर्जतं, रे वञ्चक, भाण्डानि कदापि म्रियन्ते किम्? अलीकं वचनं तव इति. धूर्तमतिना शान्तस्वरेण उक्तं, भो धनदास, अलं कोपेन यथा पूर्वं भाण्डानि जातानि तदा तथा इदानीं तानि मृतानि, जातश्च हि ध्रुवोः मृत्युः. धनदासेन लज्जया शिरः अवनमश्च ततः क्षम्यताम् अवनमन्य ततः प्रतिनिवृत्तम्. आम् धूर्तमति सावधानेन वदति, धनदासेन दत्तानि भाण्डानि मृतवन्तः. इति धनदास क्रोधेन वदति, धूर्तमती भोः कपटमनेन वदति, भाण्डानि न जीवितवन्तः, केन मरण मारयति इति केन मरति इति तद्धूर्तपतिना सावधानेन उक्तं भाण्डानि पूर्वं जातानि यानि कदाचित् गतवती इदानीं अद्य मृतानि मृतानि इति धनदासः मम चिन्तनं अवलोकेन तं मम गृहं गतवान् स्वस्य गृहम् अस्तु सम्यक् अस्ति प्रयासः बहु समीचीनः अस्ति किल भगिनी पुनः बहु सम्यक् अस्ति भवती अवगतवती प्रायः अवगतवती अखिल भगिनी पुनः वदति वा आरम्भतः किम् अस्ति अत् अस्मिन् आं महोदय धूर्त तर्हि इदानीं धूर्तमतिः वदति तत्र सः यदा धनदासः पृष्टवान् तस्य किम् अभवत् मम पात्रस्य गतिः का इति तर्हि सः किञ्चित् मुखं न्यूनीकृत्य अथवा किञ्चित् उत्साहं विना सः वदति तत्र किं वा वक्तुं शक्नोमि भवतः पात्राणि इत्युक्ते भण्डानि यद् मम पार्श्वे आसीत् तत् तस्य मरणम् अभवत् तेषां मरणम् अभवत् इति तर्हि इदानीं धनदासः क्रुद्धः अभवत् सः क्रोधेन गर्जनं कृतवान् भोः वञ्चकः भाण्डानि कथं वा तस्य मरणं कथं वा भवितुं तेषां मरणं कथं वा भवितुम् अर्हति किम् तत्र सत्यं वद किम् अभवत् इति सः पृच्छति तर्हि तत्र इदानीं धूर्तमतिः शान्तस्वरेण इत्युक्ते तस्य किमपि क्रोधः वा किमपि न जातः सः शान्तस्थितिः एव धारयित्वा वदति कोपं मास्तु यथा भाण्डानि प्रसूतानि इत्युक्ते नूतनभाण्डं तस्मात् जातं चेत् तादृशानि भाण्डानि तेषां मरणमपि प्राप्तुं शक्यते एव खलु यस्य जननं भवति तस्य मृत्युः तु निश्चयं भवति एव एतत्तु दृढम् अस्ति इति सः वदति तर्हि एतत् श्रुत्वा धनदासः लज्जः अभवत् तर्हि शिरस्य अधो मुखं कृत्वा तस्मात् गतवान् बहु समीचीनमस्ति बहु सम्यक् अस्ति अस्तु अग्रे इदानीं विद्याबेनि कृपया प्रत्येकं पदस्य तत्र कर्मणि कर्तरि वा इति वदति वा धूर्तमतिना मला म्लानमुखेन कथितम् अत्र कर्मणि प्रयोगे अस्ति धूर्तमतिना इति तृतीय विभक्तिः अस्ति अनन्तरं भवता दत्तानि भाण्डानि मृतानि अत्रापि पुनः कर्मणि प्रयोगे भवता इति तृतीयादपक्तिः अस्ति. अनन्तरं धनदासेन क्रोधेन गर्जितम् अत्रापि पुनः कर्मणि प्रयोगे एव. अत्र प्रायः भावे भावे गर्जितम् इति अकर्मकधातुः अस्तु. अनन्तरं भाण्डानि कदापि म्रियन्ते किं तत्किमपि नास्ति. अनन्तरं धूर्तमतिना शान्तस्वरेण उक्तम् अत्रापि कर्मणि प्रयोगे एव. अनन्तरं यथा पूर्वं भाण्डानि जातानि जातानि अत्र अकर्मकधातुः अस्ति. अत्र प्रायः कर्तरी प्रयोगे अस्ति. तथा इदानीं तानि मृतानि पुनः अकर्मकधातुः पुनः कर्तरी प्रयोगे एव. अनन्तरं धनदासेन लज्जया शिरः अवनमय्य ततः प्रतिनिवृत्तम् एतद् वाक्यं तु कर्मणि प्रयोगे अस्ति. परन्तु मम प्रश्नः अस्ति अत्र शिरः अवनमय्य इति लेबन्तरूपम् अस्ति. अत्र शिरः इति तस्य कर्मपदम् अस्ति वा? किं कस्य कर्मपदम्? अत्र अवनमय्य इति अस्ति, शिरः अवनमय्य. तर्हि शिरः इत्यस्य प्रथमाविभक्तिः अस्ति. अत्र यत्र लेबन्तरूपम् अस्ति चेत् तत्र कर्मपदं द्वितीया न भवति वा? कर्मणि प्रयोगे तस्य कः नियमः? अत्र चिन्तयतु, अत्र शिरः इति पदस्य प्रातिपदिकं किं? शिर. हा, अत्र तर्हि का विभक्तिः भवेत् अत्र? शिरः इति द्वितीया विभक्तिः. ओ अस्तु, द्वितीया विभक्तिः. ओ क्षम्यताम्. आम्, शिरः मनः मनसि मनांसि. मनः मनसि मनांसि, तत्र उभयत्र नपुंसकलिङ्गे रूपं समानमस्ति खलु? प्रथमं सत्यं सत्यम्. तर्हि अत्र द्वितीया विभक्तिः एव, शिरः अवनमय्य इति अस्ति. तर्हि अस्मिन् वाक्ये अन्यकर्मपदं नास्ति. धनदासेन लज्जया प्रतिनिवृत्तं, निवृत्तम् इति अत्र अकर्मकधातुः इति वा? निवृ इति धातुः. हा हा हा, इति अत्र प्रतिनिवृत्तः, अत्र वृत् इति धातुः अस्ति. वृत् अकर्मकः, अतः अत्र किं वक्तव्यमस्ति? कः प्रयोगः अस्ति? भावे प्रयोगः, धनदासेन धनदासेन प्रतिनिवृत्तम् इति भावे प्रयोगः. सम्यक् अस्ति. अपि च अवनमय्य इति कीदृशं रूपमस्ति, कथमस्ति धातुः? अत्र अव् उपसर्गपूर्वकः नाम धातुः, तत्र निष्प्रत्ययः प्रेरणार्थे निचि. तत्र अतुपदायाः इत्यनेन वृद्धिः भवति, नामी इति भवति. अनन्तरं मितां ह्रस्वः इत्यनेन अमन्तः इति कृत्वा उपदास्वरः, उपदायां यः स्वरः तस्य अल्पप्राणत्वं. तर्हि नमी इति धातुः, अवयोगः नमी योगः ल्यप् इति प्रत्ययः, ल्यप् प्रत्ययः तत्र ल्यपि लघुपूर्वात् इत्यनेन तत्र निष्प्रत्ययात् प्राक् तत्र ह्रस्व अकारः अस्ति. तर्हि ल्यपि ह्रस्वस्वरः अस्ति अकारः. तर्हि ल्यपि परे तत्र निष्प्रत्ययस्य स्थाने ऐ आदेशः भवति. तर्हि तत्र नमय्य अवनमय्य इति रूपम्. हा, बहु सुन्दरमस्ति. तथैव बहु सम्यक् अस्ति. नम् धातुः तत्र तत्र नम् धातुः अकर्मकः, किन्तु नेच्छति कारणतः तत्र सकर्मकः इति जातमस्ति. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. इदानीं किमिति महोदय? अत्र धनदासः धूर्तमतिः अनयोः पदयोः समासः कः? कुतूहलमस्ति ज्ञातम्. धूर्तमतिः इति वा? धनदासः अपि च धूर्तमतिः. हा हा हा हा, धनदासः अत्र दास धनदासः दासः इति दासः दासः इति अत्र प्रायः तत्पुरुषसमासः द्वितीयविभक्ति द्वितीयतत्पुरुषसमासः इति प्रायः धनं दासः अथवा द्रष्टव्यमस्ति दासः स्वयं दासः अस्ति खलु इति कृत्वा बहुव्रीहिः इति नास्ति तत्र महोदय षष्ठी तत्पुरुषसमासः न वा धनेन दासः धनस्य दासः धनस्य षष्टि षष्टि तत्पुरुषः धनस्य दासः सम्यक् सम्यक् अस्ति धनस्य दासः इति अस्ति इति उत्तरपदप्राधान्यमस्ति इति कृत्वा तत्पुरुषसमासः धूर्तमतिः इति बहुव्रीहिसमासः अस्ति तत्र कस्मिन् अर्थे पुनः धूर्तः मतिः धूर्तः मतिः इति द्रष्टव्यं चिन्तनीयमस्ति धूर्तः मतिः धूर्तमतिः इति वा धूर्तेन मतिः चिन्तनीयमस्ति किन्तु बहुव्रीहिसमासः अस्ति एव यतोहि तत्र अन्यपदप्राधान्यमस्ति यस्य मतिः धूर्तः तत् भवति वा यस्य मतिः इति एव अस्ति धूर्तः मतिः यस्य सः किन्तु धूर्त अपि च मतिः तत्र तत्र सामान्यतया विशेषभावः भवति सर्वदा तथा नास्ति द्वयोः पदयोः चिन्तनीयमस्ति अस्तु अग्रे गच्छेम इदानीं लक्ष्मीभगिनी अग्रे एतानि वाक्यानि सावधानं परिशीलयत अनुजया गीताश्लोकः पठितः पितामह्या माला रचिता पितामहेन पूजा कृता पित्रा उद्यानं गतम् एतेषु वाक्येषु क्ताप्रत्ययान्तरूपाणि स्थूलाक्षरैः मुद्रितानि सन्ति अत्र गीताश्लोकः पठितः एतत् वाक्यं कर्मणि अत्र भेदः किं द्रष्टव्यमस्ति भेदः कः भेदः द्रष्टव्यः अस्ति अत्र किं प्रदर्शनीयमस्ति प्रथमं वाक्यं कर्मणि प्रयोगे अस्ति अनुजया गीताश्लोकः पठितः द्वितीयं वाक्यं सर्वाण्यपि कर्मणि प्रयोगे अस्ति चत्वारि अत्र नूतनविषयः आगतः अस्ति कर्मणि कर्तृ इति न विषयः अत्र किं लिङ्गम् अनुसृत्य अत्र गीताश्लोकः पुंलिङ्गे श्लोकः पुंलिङ्गशब्दः अतः पठितः माला रचिता अत्र माला इति पदं स्त्रीलिङ्गे अस्ति अतः रचिता इति पदमस्ति अनन्तरं पूजा अपि स्त्रीलिङ्गपदम् अतः कृता उद्यानम् इति पदं नपुंसकलिङ्गशब्दः अतः गतम् बहु समीचीनमस्ति तत् भवत्या यदुक्तं तत् बहु सम्यक् अस्ति अत्र वार्ता का इति विशेषणविशेषभावः अस्ति एव यथा भवत्या उक्तम् अत्र किमस्ति यत् अस्मिन् किं ध्येयमिति चेत् कुत्रचित् इकारः मध्ये दृश्यते कुत्रचित् न दृश्यते इति नूतनविषयः अस्ति पठितः किन्तु कृतः रचितः किन्तु तत्र गता इति तादृशभेदः अस्ति इकारस्य तत्र वयं जानीमः एतत् इडागमः बहु सम्यक् अस्ति इडागमः अस्ति अग्रे पठेम बालसुब्रह्मण्यं वदतु अग्रे पठतु कृपया एतेषु वाक्येषु च प्रत्ययान्तरूपाणि स्थूलाक्षरे मुद्रितानि अनन्तरं त इत्येषः कश्चन प्रत्ययः एषः प्रत्ययः धातोः परतः भवति यथा कृ इति धातु तदनन्तरं ठ प्रत्ययः अनुबन्धलोपथ कृथ इति रूपम्। अत्र कृ इति धातुः, त इति प्रत्ययः, कृत इति कृ धातोः त प्रत्ययान्तं रूपम्। एवमेव पट् योग ठ, अत्र इडागम आयाति इत्, सो तान्तरूपं पठितः अपि उपयुज्य। अग्रे अत्र पट् इति धातुः, त इति प्रत्ययः, पठित इति पठधातोः तत्प्रत्ययानां रूपं, तत्प्रत्ययान्तं रूपं। कृ धातोः तत्प्रत्यये कृते कृत इति रूपं, परन्तु पट् धातोः तत्प्रत्यये कृते तु रूपं भवति पठित इति। अत्र कारणं तु इह इ इत्यादयः विशेष, अत्र कारणं तु इड् इ इत्यादयः इत्यादयः इति न वक्तव्यम् आसीत्, इत्यादयः न जाने किमर्थं लिखितमस्ति इत्यादयः इति एव लिखितवान्, अत्र कारणं तु इट् इति कारणं तु इड् तत्सम्बन्धिविशेषः अयम् अस्ति। धातुः त्रिविधः सेट् अनिट् वेट् च, एतानि अहं पठितवन्तः। यत्र धातुः सेट् तत्र क प्रत्यये कृते इत इति दृश्यते, यत्र धातुः अनिट् तत्र त प्रत्यये कृते त इति दृश्यते, कृते त इति दृश्यते, त इति दृश्यते, त इति दृश्यते। यत्र पुनः धातुः वेट् भवति तत्र त प्रत्यये कृते त इति इत इति वा दृश्यते, वैकल्पिकरूपेण त इत इति दृश्यते। नाम कृता इति प्रत्ययः इदानुकूलः अस्ति एव, धातुः अपि इदानुकूलः अस्ति चेत् इडागमः भविष्यति सेट्, धातुः इडानुकूलः नास्ति इति चेत् अनेट् तत्र इडागमः न भवति। अपि च केचन परिगणिताः धातवः वेट् अपि सन्ति, वा इट् इति विकल्पेन इडागमः भवति। अस्तु, बहु सम्यक् अस्ति। राजी भगिनी अग्रे। अन्यानि कानिचन तप्रत्ययान्तरूपाणि, धातुः रिक्तप्रत्ययान्तरूपं, धातुः उक्तप्रत्ययान्तरूपं, प्रत्ययान्तरूपं, पट् पठित, कृ कृत, रच् रचित, गम् गत। रिक्तप्रत्ययान्तरूपं त्रिषु लिङ्गेषु वचनेषु च भवति इति नूतनविषयः अस्ति। तर्हि अत्र पट् इति धातुः सेट् अतः भूत्वा पठित इति रूपं भवति, रच् धातुः सेट् अतः इडागमः भूत्वा रचित इति रूपं भवति, कृ धातुः अनिट् अतः कृत, गम् धातुः अपि अनिट् अतः गत इति रूपं भवति। हा इति अस्ति, बहु सम्यक् अस्ति। सरला भगिनी अग्रे। कृतान्तप्रत्ययन्तरूप त्रिषु लिङ्गेषु वचनेषु च भवति, एकवचनं द्विवचनं बहुवचनं, पठितः पठितः पठिताः पुल्लिङ्गे, पठिता पठिते पठिताः स्त्रीलिङ्गे, पठितं पठिते पठितानि नपुंसकलिङ्गे। कृतान्तप्रत्ययः त्रिषु लिङ्गेषु भवति, पुल्लिङ्गे अस्ति अकारान्त पुल्लिङ्ग इव यथा रामशब्दस्य, पठितः पठितौ पठिताः, स्त्रीलिङ्गे लता आकारान्त स्त्रीलिङ्ग इव पठिता पठिते पठिताः, नपुंसकलिङ्गे फलम् इति शब्दः एव पठितं पठति पठितानि इति भवति. हा हा हा बहु सम्यक् अस्ति. अस्तु मेहुलमहोदय अग्रे. आम् स्त्रप्रत्ययान्तरूपप्रयोगः भूतकालार्थे भवति. कर्मणि प्रयोगे यथा तेन श्लोकः पठितः, मया योगः प्रोक्तः, त्वया वाक्यम् उक्तम्. कर्मणि लङ्लकारं प्रयुज्य एषः एव अर्थः वक्तुं शक्यः. यथा तेन श्लोकः अपठ्यत, मया योगः प्रोच्यत, त्वया वाक्यम् औच्यत. अत्र कर्मणि प्रयोगे तरप्रत्ययस्य प्रयोगः भवति चेत् त्रीणि एकम् एकम् इति नियमः अस्ति. अतः तेन इति तृतीया विभक्ति, तेन श्लोकः पठितः इति वाक्ये तेन इति तृतीया विभक्ति, श्लोकः पठितः द्वौ प्रथमाविभक्तिः अस्ति. समानार्थी शब्द वाक्य कर्मणि लङ्लकारं प्रयुज्य वक्तुं शक्नुमः. तेन श्लोकः पठ्यतः अपि तेन श्लोकः पठितः, द्वौ वाक्ये अर्थः समानः अस्ति. वाक्यद्वयं पुनः वदतु. तेन श्लोकः पठितः अथवा तेन श्लोकः अपठ्यत. द्वयोः वाक्योः अर्थः समानः अस्ति. हा एवमेव. मया योगः, मया योगः प्रोक्तः अथवा मया योगः प्रोच्यत, त्वया वाक्यम् उक्तम् अथवा त्वया वाक्यम् औच्यत. हा इति अस्ति. अस्तु समीचीनमस्ति. अग्रे सुब्रह्मण्यमहोदय अग्रे. प्रत्ययान्तस्य प्रयोगेन कर्मणि लङ्लकारस्य प्रयोगेन च रचितानि एतानि समानार्थकानि वाक्यानि परिशीलयत. अध्यापकेन पाठः बोधितः, अध्यापकेन पाठः अबोध्यत. अत्र प्रथमवाक्यमस्ति अत्र तप्रत्ययान्तप्रयोगः प्रयोगे. अतः अत्र बुद्धातोः बोधितः, अत्र बोधितः इति तप्रत्ययान्तरूपमस्ति भूत्वा अत्र कर्मणि प्रयोगे अध्यापकेन कर्तृपदं, पाठः इति कर्मपदं, पाठः बोधितः अध्यापकेन इति. तदेव वाक्यमत्र लङ्लकार उपयोगं कृत्वा बुद्धातोः लङ्लकाररूपम् अपि च कर्मणि लङ्लकाररूपम् उपयोगं कृत्वा कथं भवति इत्युक्ते अत्र अध्यापकेन पाठः अबोध्यत इति भवति. अत्र अबोध्यत इति बुद्धातोः कर्मणि लङ्लकाररूपं. वाक्यद्वयमपि समानार्थकम् एव इत्युक्ते अत्र अर्थभेदः नास्ति. भवत्या कार्यं कृतम्, अत्र कार्यं कृतं क्रूधातोः अत्र कृतमिति सप्रत्ययान्तरूपं, भवत्या अत्र भवती शब्दस्य तृतीयविभक्तिरूपं भवत्या कार्यं कृतमिति. तदेव वाक्यं भवत्या कार्यम् अक्रियत इति रूपं भवति. अत्र क्रूधातोः अत्र लङ्लकारस्य कर्मणि अत्र प्रथमपुरुष एकवचनमस्ति अक्रियत इति. युष्माभिः फलानि खादितानि, अत्र धातुः अस्ति खाद्, इति धातुः अस्ति. अतः अत्र तान्तरूपम् अत्र खादित, सेट् धातुः, क्षम्यतां महोदय, सेत् क्षम्यताम्, अत्र सेत् अस्ति अत्र. अत्र अतः इरागमः खादित, अत्र फलानि इति बहुवचने अस्ति अतः खादितानि. युष्माभिः फलानि खादितानि, तदेव वाक्यमत्र युष्माभिः फलानि. इदानीम् अत्र फलानि इति बहुवचने अस्ति, अतः लङ्लकारस्य कर्मणि बहुवचनरूपं, प्रथमपुरुष बहुवचनरूपम् अखाद्यन्त इति रूपमस्ति. अत्र सारांशः अस्ति, कर्मणि तप्रत्ययस्य प्रयोगेन अत्र कर्मणि अत्र वाक्यद्वयमपि समानार्थकम् इति अत्र केवलं तप्रत्यय उपयोज्य रचितं वाक्यम् अपि च कर्मणि प्रयोगे लङ्लकारम् उपयुज्य रचितं वाक्यं द्वे अपि समानार्थके. सम्यक् सम्यक् अस्तु. राजेन्द्रमहोदय महोदय, मम एकः प्रश्नः अस्ति. अत्र बोधितः इति निजन्तरूपम् अस्ति वा? हा, बुद्धः बोधितः इति निजन्तरूपम् अस्ति. ओ, तर्हि तत्र वाक्यद्वयं सम्भवति वा कर्मणि प्रयोगे? परन्तु एकमेव कर्मपदम्. इदानीं द्रष्टव्यमस्ति यत् बुद्धधातुः वेट् वा इति अपि अस्ति, तदपि कर्मणि अत्र लङ्लकारे अबोध्यत इति अस्ति. यदि तत्र निजन्तरूपं नास्ति चेत् अबुध्यत इति प्रायः भवति. हा, तत्तु सत्यं. तर्हि अत्र गुणः अभवत् इति कृत्वा निजन्तरूपम् इति निजन्तरूपं स्वीकृतमस्ति. तत् सत्यमेव भगिनि, सत्यमेव. पुनः महोदय, अत्र अत्र गुणः जातः अत्र अबोध्यता नाम कर्मणि कर्मणि लङि तस्य रूपम् अबोध्य वस्तुतः कर्मणि लङि तत्र गुणः न भवति स्म. बुध्यते बुध्यते अबुध्यत इति भवति स्म, किन्तु अत्र तत्र गुणः जातः इति कृत्वा बोधि बोधि इति धातुः स्वीकृत्य कृतमस्ति निजन्तरूपं. सत्यं. पुंलिङ्ग नपुंसकलिङ्ग भेदः नास्ति वा किल महोदय? उदाहरणेन बोधितः अबोध्यथ, कृतम् अक्रियथ, तत्र किं पश्यति रूपाणि तत्र तिङन्तपदस्य लिङ्गं नास्ति खलु इति प्रश्नः. ओहो, साधु अस्तु. राजेन्द्रमहोदय अस्तु. महोदय, भावे प्रयोगे यथा बालेन हसितं वृक्षेण कम्पितं बाल्या लज्जितं भावे लङ्लकारस्य प्रयोगेन एषः एव अर्थः वक्तुं शक्यः. यथा बालेन अहस्यत वृक्षेण अकम्पयत बाल्या अलज्जयत. अत्र भाविप्रयोगः अस्ति बालेन हसितं हसितं तत्र बालेन तृतीयविभक्तिः अस्ति. हसितं तु तप्रियान्तं रूपम् अस्ति. बालेन हसितं तथैव वृक्षेण कम्पितं वृक्षेण तृतीयविभक्तिः अस्ति. बाल्या लज्जितं बाल्या अपि तृतीयविभक्तिः अस्ति. परन्तु लङ्लकारप्रयोगेण यथा वदामः बालेन अहस्यत समानार्थक वाक्यमस्ति. बालेन हसितं बालेन अहस्यत वृक्षेण कम्पितं वृक्षेण अकम्पयत अत्रापि समानार्थक वाक्यं. बाल्या लज्जितं बाल्या अलज्जत अत्रापि तृतीयविभक्तिप्रयुक्ति तत् लङ्लकार अपि च भाविप्रयोगे तत्र समानार्थक वाक्यानि तत्ते सन्ति. हा, बहु सम्यक् अस्ति. अस्माकं बोधः भवेत् यत् धातुः अकर्मकः अस्ति चेत् प्रयोगः भाविप्रयोगः भवति, न तु कर्मप्रयोगः. बहु समीचीनमस्ति. यथा बालकः उपविष्टः, बालकेन उपविष्टं, तत्र अकर्मकधातुः अस्ति विश् इति कारणतः कर्तरि अपि सम्भावना अस्ति, कर्मणि तत्र कर्मणि इत्युक्ते भावे अपि सम्भावना अस्ति. बालकः उपविष्टः, बालकेन उपविष्टम्. अस्तु, अन्ततो गत्वा अखिला भगिनी कृपया पठतु अधस्तनेषु. क्षम्यतां महोदय, मम पार्श्वे तत्र पुस्तके एतानि पुटानि न सन्ति. ओ, पुस्तके कागदं पुष्टं पृष्टं नास्ति. 91 100 पर्यन्तं तत् स्वरसन्देहविषयः पुनः दत्तः अस्ति अत्र, किमर्थं न जाने. ओहो, अस्तु, PDF अपि प्रेषयितुं शक्नोमि अनन्तरं. हा, अहं भवन्तम् ईमेल् प्रेषितवती तस्मिन् विषये, अनन्तरं प्रेषयतु कृपया. अस्तु, हा, सुमित्रा भगिनी अग्रे समापयामः अत्र. महोदय, अधस्तनेषु वाक्येषु प्रत्ययान्तशब्दघटितानि भावार्थकलकारघटितानि च वाक्यानि सन्ति, तेषाम् अर्थः समानः. परिशीलयत शिशुभिः रुदितं, शिशुभिः अरुदित अरुध्यत पुष्पैः विकसितं, पुष्पैः व्यकस्यत फलेन पतितं, फलेन अपत्यत सिंहाभ्यां गर्जितं, सिंहाभ्याम् अगर्ज्यत. भावे प्रयोगे क्रियापदं सदा एकवचनान्तं भवति इति ज्ञेयम्. यतानि शब्दघटितानि इत्युक्ते अर्थं किम्? महोदय, शब्दघटितानि इत्युक्ते अर्थं किम्? लकारघटितानि अधस्तनेषु वाक्येषु उक्तप्रत्ययान्तशब्दघटितानि घटितानि इत्युक्ते घटितः, यथा घटना अस्ति, काचन घटना अस्ति, घटना घटिता. नाम अत्र अस्मिन् एतेषु वाक्येषु क्तप्रत्ययान्तशब्दाः सन्ति. क्तप्रत्ययान्तशब्दघटितानि वाक्यानि इत्युक्ते एतेषु वाक्येषु क्तप्रत्ययान्तशब्दाः सन्ति इति अर्थः. घटितः इत्युक्ते घटितः इत्युक्ते यतः घटनाति जानाति खलु, घटना इत्युक्ते सम्भवम् इति अर्थं किल. घटना इत्युक्ते इवेण्ट्, सम्भवं. घटितः इत्युक्ते अकर्स्. एतेषु वाक्येषु क्तप्रत्ययान्तशब्दघटितानि वाक्यानि सन्ति. नाम तस्य कथनस्य आशय एतेषु वाक्येषु क्तप्रत्ययान्तशब्दाः सन्ति इति अर्थः अस्ति. अस्तु, समीचीनमस्ति. अद्यतन तत्र समयः समाप्तः अस्ति, किन्तु इदानीं कश्चन नाम स्थूलरीत्या अस्माभिः विषयः अवगतः इति भाति. अग्रे केवलम् अभ्यासः भवति अग्रिमे सप्ताहे. अस्तु, तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः.